नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति वादिगणः इति विषयः अनुवर्तते. तत्र विशेषधातवः इति विषयः अनुवर्तते. गतवर्गे अस्माभिः ष्टिवु क्लौ चमां शिति इति सूत्रम् अधीतं. तत्र त्रयः धातवः सन्ति, ष्टिव् क्लम् अनन्तरं चम्. एतेषां धातूनां यः स्वरः अस्ति, एतेषु यः स्वरः अस्ति, स्वरस्य दीर्घत्वं भवति शितिपरे इति पठितम्. तत्र ष्टिव् इति धातौ वस्तुतः तत्र आदौ षकारः दृश्यते. तस्य धात्वादेः सहसः इति सूत्रेण तत्र सकारत्वं न जायते, यतोहि तत्र एकं वार्तिकमस्ति. सुब्धातु ष्टिव् श्वष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकेन ष्टिव् धातोः साक्षात् उल्लेखः अस्ति तस्मिन् वार्तिके. अतः तत्र सकारस्य षकारस्य सत्त्वादेशः नास्ति. अनन्तरम् एवमेव सुबन्तनमधातवः ये धातवः इत्युक्ते प्रातिपदिकात् यदा प्रत्ययस्य योजनेन धातुत्वं लभ्यते तादृशधातोः अपि तादृशधातौ षकारः अस्ति चेत् आदौ तस्य अपि सकारादेशः न भवति धात्वादेः सहसः इति सूत्रेण. वस्तुतः इदं वार्तिकं धात्वादेः सहसः इत्यस्य निषेधकम् अस्ति. तदर्थं तत्र सुब् नाम धातुः, अनन्तरं ष्टिव् श्वष्क इति धातुः, एतेषां षकारस्य सकारादेशः न भवति इति पठितम्. तदनन्तरं गुह् धातोः विषये अपि अधीतं. तत्र एकं विशिष्टं सूत्रमस्ति, उदुपदायाः गोहः इति सूत्रम्. अस्मिन् सूत्रे वयं पश्यामः चेत् गोहः इति उक्तं, गुह् धातोः षष्ठ्यन्तं गोहः इति उक्तं. तर्हि तत्र गुह् धातोः उपदायाः उकारस्य ऊकारादेशः भवति. गोहः इति सूत्रे उक्तत्वात् तत्र गुह् धातोः यदा तत्र अच् प्रत्ययः परः अस्ति धातुतः, अनन्तरं सः अच् प्रत्ययः तादृशः भवेत् येन गुणः सम्भवति. तत्र गुणहेतौ अजादौ प्रत्यये परे इति उक्तं. तत्र व्याख्यानेषु एवम् उच्यते, तत्र अचि इति यद्यपि तत्र अनुवृत्तिः अस्ति अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्मात्, परन्तु तत्र सामान्य अचि नास्ति, परन्तु तादृश अच् येन गुणः सम्भवति. तर्हि गुणः इत्यस्मात् प्राक् एव अनेन सूत्रेण अपवादत्वेन दीर्घ उकारादेशः भवति. अतः एव गूहति, तत्र गुह् धातोः शप्रत्ययः अस्ति चेत् गुणः सम्भवति. अजादिप्रत्ययः यत्र गुणस्य हेतुः अस्ति, परन्तु गुणः इत्यस्मात् साक्षात् प्राक् एव दीर्घ उकारादेशः भवति. अतः एव सूत्रे गोहः इति उक्तम्. तर्हि तत्र गुणं कृत्वा तदनन्तरम् उकारादेशः वा इति चेत् न, तथा न उच्यते. अत्र गुणः यत्र प्राप्यमानः अस्ति तस्मात् साक्षात् पूर्वमेव दीर्घ उकारादेशः, गुणं प्रबाद्य उकारादेशः भवति इति अत्र उक्तमस्ति. तर्हि तत्रैव तत्र अन्तिमपरिच्छेदम् एकवारं पठित्वा अग्रे गच्छामः. तत्र अत्र प्रश्नः उदेति यत् सूत्रे गोहः इत्यस्य कथनेन ततः आरभ्य तत्र अरविन्द महोदय पठति वा? आं भगिनि, अत्र प्रश्न उदेति यत् सूत्रे गोहः इत्यस्य कथनेन प्रथमतया गुणः भवति सुगन्धलघुरूपस्य च इत्यनेन, तदा एव गोः इत्यस्य गुणसंज्ञः ओकारस्य स्थाने ऊकारादेश इति वा? किन्तु तदा नास्ति. अत्र सूत्रे स्थितस्य गोः इत्यस्य सन्देशः अयं यत् यत्र लघुपदागुणः सम्भावनीयः तत्र तत्र गुणं प्रबाद्य ऊकारादेश स्यात्. अतः अत्र वास्तवे पुगन्धलघुपदस्य च इति सूत्रं कार्यं न करोति, यत्र तस्य कार्यं सम्भाव्यम् तत्र ऊदुपदायां गोहः इति सूत्रं प्रवर्तनीयम्. अत्र परिच्छेद किं वदति इति चेत् पुगन्धलघुपदस्य च इति सूत्रेण उकारस्य गुण सम्भवितुम् अर्हति चेदपि ऊदुपदाया गोहः इति सूत्रं तस्य निरोधकसूत्रं रूपेण विशिष्टसूत्ररूपेण आगत्य दीर्घत्वमेव क्रियते न तु गुणम् इत्येव अस्ति अत्र. भगिनि समीचीनं, क्षम्यताम्. अत्र पश्यामः चेत् तत्र द्वयोः सूत्रयोः अपि प्रसक्तिः अस्ति. ऊदुपदायाः गोहः न श्रूयते भगिनि. क्षम्यतां, मया न उक्तम्, एकक्षणं. तत्र वस्तुतः द्वयोः सूत्रयोः अपि प्रसक्तिः अस्ति अत्र. उदुपदायाः गोः अनन्तरं पुगन्तलघुपदस्य च द्वयोः प्रसक्तिः अस्ति. परन्तु तत् परत्वात् वयं पश्यामः चेत् पुगन्तलघुपदस्य च इति सूत्रस्य एव प्राप्तिः स्यात् परत्वात्. परन्तु अत्र यदि पुगन्तलघुपदस्य च इति सूत्रम् अत्र प्राप्यते चेत् ऊदुपदायाः गोः इत्यस्य अवसरः न भवति, निरवकाशः भवति. अतः अपवादत्वेन ऊदुपदायाः गोः इति सूत्रमेव अत्र कार्यं करोति. स्पष्टं खलु? अपवादबलेन निरवकाशत्वं भवति इति कृत्वा. भगिनी, तत्तु प्रक्रियायामेव खलु? अत्र सूत्रे गोः इति किमर्थमुक्तं केवलं छन्दसः कृते? न न न, सूत्रे गोः इति उक्तं यतोहि तत्र गुणः जायमानः इत्युक्ते यत्र तादृश अजादिप्रत्ययः स्यात् यत्र गुणः सम्भवति. यदि अपि प्रत्ययः अस्ति चेत् गुणः एव न सम्भवति खलु. तस्मिन् तस्यां स्थितौ तु तत्र न भवति. तत्र तु ऊदुपदायः गोः इति सूत्रस्य प्रसक्तिः न भवति. गुह्योगः अन्ति, गुह्योगः अन्ति, तत्र तु शप् अस्ति. परन्तु यदि तादृशप्रत्ययः अस्ति यत्र अपित् अस्ति अथवा सार्वधातुक आर्धधातुकप्रत्ययः यत्र कित्नित् अस्ति तादृशम् अस्ति तर्हि तत्र तु न भवति. अतः एव गोः इति उक्तत्वात् गुणः सम्भवेत् तत्रैव. अस्तु अस्तु अस्तु, तर्हि अग्रे विजयलक्ष्मी भगिनी पठतु. आं भगिनि, पठन् भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययः प्रत्ययविकल्पः कुत्रचित् विकल्पेन श्नु स्वादिः इव, कुत्रचित् द्वित्वं सनन्तः इव, कुत्रचित् निङ् चुरादिः इव, कुत्रचित् श्यन् दिवादिः इव. एषु शप् इति सामान्यम्. अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तच्च विशेषम्. यस्मिन् गणे कश्चन धातुः पठितः नाम यस्मिन् गणे उक्तः तद् अनुसृत्य तस्मात् धातुतः स्वस्य गणस्य विकरणप्रत्ययः विहितः. कस्यचिदपि विशिष्टसूत्रस्य आवश्यकता नास्ति. केनचित् विशिष्ट सूत्रेण अन्यत् विकरणं विहितं चेत् अयं धातुः तस्य विकरणस्य तद्विकरणसम्बन्धगणे न भवेत्. यतोहि तस्मिन् गणे यदि अभविष्यत् तर्हि तस्य गणस्य विकरणं निरायासेन आगमिष्यत्. स्वादिभ्यः श्नु श्नुः, दिवादिभ्यः श्यन्, यस्मिन् कस्मिन् अपि गणे भवतु नाम तस्मिन् गणे एतादृशेन दृशेन सूत्रेण विकरणं विहितम्. तस्मिन् गणे नास्ति चेदेव तद्गणस्य विकरणस्य विधानार्थं विशिष्टसूत्रम् आवश्यकम्. किञ्चित् काम्प्लिकेटेड् अस्ति भगिनि. प्रत्येकं तत्र प्रत्येकं वाक्यं स्वीकृत्य वदतु किमस्ति. भ्वादिगणे केषाञ्चित् धातूनां विकरणप्रत्ययः विकल्पः, कुत्रचित् विकल्पेन श्नु स्वादिः इव, कुत्रचित् द्वित्वं सनन्तः इव, कुत्रचित् णिङ् चुरादिः इव. पूर्वं वयं उत्सर्गरूपेण भवादिगणस्य जनरल् रूल्स् यद् अस्ति तद् वयं पठितवन्तः. अनन्तरं कानिचन धातवः न कानिचन न कश्चन धातवः केचन धातवः केचन धातवः किञ्चित् भिन्नरूपेण व्यवह्रियन्ते इति तेषां पृथक् रूपेण यथा गुहधातु अस्ति, अनन्तरं तस्य उपरि ष्ठिभु इति अस्ति. एतेषां गणना तु भ्वादिगणे एव भवति, परन्तु रूपाणि किञ्चित् भिद्यन्ते इति कृत्वा उत्सर्ग अपवादरूपेण तेषाम् अत्र उल्लेखः कृतमस्ति. तदेव तत्र उक्तं खलु भगिनि, कुत्रचित् विकल्पेन श्नु, यत्र स्वादिगणे श्नु भवति, कुत्रचित् सनन्तः इव द्वित्वं भवति, कुत्रचित् चुरादिः इव णिङ् भवति. णिङ् वा णिच् वा भगिनि? णिङ् णिङ् णिङ्. कुत्रचित् दिवादिः इव श्यन् भवति. एषु शप् इति सामान्यम्, अन्यत् किमपि विकरणं विकल्पेन आयाति चेत् तच्च विशेषम्. सो प्रथमं शप् इति प्रथमं शप् इति प्रत्यय एव सर्वेषु गणे सर्वे गणे सर्वे न सर्वस्मिन् गणे आयाति. अनन्तरं तस्य तस्य गणस्य यद् विशिष्ट प्रत्ययः अस्ति तत् शप् प्रबाध्य आयाति. परन्तु विकल्पेन आयाति इति किमर्थं भगिनि? अन्यत् विकल्पेन आयाति इति किमर्थमिति चेत् एते दातवः भ्वादिगणीयदातवः खलु, तर्हि तत्र तु शप् तु डिफाल्ट् अस्ति. अस्तु अस्तु. परन्तु तत्र अन्यत् अपि रूपमस्ति, अन्यत् रूपम् अस्ति, तादृशरूपं प्राप्तुं विशिष्टसूत्रमस्ति येन विकल्पेन विधीयते. यस्मिन् गणे कश्चन धातुः पठितः, नाम यस्मिन् गणे उक्तः, तद् अनुसृत्य तस्मात् धातुतः स्वस्य गणस्य विकरणप्रत्ययः विहितः. अत्र भ्वादिगणस्य इति उल्लेखः नास्ति इति भासते. यस्मिन् गणे कश्चन धातुः पठितः, सत्यम्, इत्युक्ते अत्र इदानीम् अस्माकं विषयः तु भुवादिगणः इति विषयः अस्ति खलु. तर्हि भुवादिगणे ये दातवः सन्ति तेभ्यः तु तत्र शप् डिफाल्ट् रूपेण आयाति एव. परन्तु यदि तत्र तत्र शप् इत्यस्य शपं विहाय अन्यविकरणप्रत्ययः अपि वयं अन्यविकरणप्रत्ययः अपि इष्यते चेत् तदानीं तत्र किमपि विशिष्टतया वक्तव्यं भवति खलु. एवमेव तर्हि धातुः इदानीं तत्र दिवादिगणे अस्ति इति चिन्तयतु. तत्र दिवादिभ्यः श्यन् इति श्यन् तु तत्र भवति एव, यतोहि धातुः दिवादिगणे अस्ति इति कृत्वा. परन्तु तत्रापि शप् इष्यते चेत् तदानीं किमपि विशिष्टतया वक्तव्यं भवति. तदेव अत्र उक्तमस्ति, यस्मिन् गणे धातुः पठितः तस्मिन् गणे तु तद् गणीयविकरणप्रत्ययः तु विधीयते एव, आयाति एव. परन्तु तद्विहाय अन्यत् अपि इष्यत् अन्यदपि किमपि भवेत् इति इष्यते चेत् तदानीं विशिष्टतया सूत्रमस्ति. अस्तु, केनचित् विशिष्टसूत्रेण अन्यत् विकरणं विहितं चेत् अयं धातुः तस्य विकरणस्य तद्विकरणसम्बन्धगणे न भवेत्, यतोहि तस्मिन् गणे यदि अभविष्यत् तर्हि तस्य गणस्य विकरणं निरायासेन आगमिष्यत्. प्रत्येकं गणस्य विशिष्ट विकरणप्रत्ययः भवति एव. यदि कस्यचित् विकरणप्रश् प्रत्ययः तद् विकरणसम्बन्धगणे यदि न इष्यते तर्हि तस्मिन् गणे अयं धातुः न भवति, यतोहि भवति चेत् तस्य गणस्य विकरणप्रत्ययः निरासेन आगमिष्यति एव, तदेव खलु? सत्यं सत्यं. स्वादिभ्यः श्नु, दिवादिभ्यः श्यन्, यस्मिन् कस्मिन् अपि गणे भवतु नाम तस्मिन् गणे एतादृशेन सूत्रेण विकरणं विहितं, तस्मिन् गणे नास्ति चेदेव तद्गणस्य विकरणस्य विधानार्थं विशिष्टसूत्रम् आवश्यकम्. अस्तु, यदि चतुर्थी गणे भवति तर्हि आवश्यक निरायासेन इत्युक्ते विदौट् एनी बाधा दिवादिभ्यः श्यन् इति सूत्रस्य प्रसक्ति भवति, प्राप्तिरपि भवति. यदि पञ्चमे गणे भवति चेत् स्वादिभ्यः श्नु इति आयाति, तस्य कार्यमपि भवति. परन्तु यदि अन्यस्मिन् गणे एतादृशेषु कार्य एतादृशानि कार्य इष्यते चेत् तदा विशिष्टसूत्रम् आवश्यकं भवति इति. हा, समीचीनम्. हा, इत्युक्ते तत्र सारांशः कः इति चेत् अत्र धातुपाठः अस्ति, धातुपाठस्य विभजनम् अस्ति गणमनुसृत्य. इत्युक्ते तत्र दशगणाः सन्ति, तर्हि तत्र प्रत्येकस्मिन् गणे केचन धातवः सन्ति, तर्हि तस्मिन् गणे अस्ति चेत् तत् गणीयविकरणप्रत्ययः विधीयते इति डिफाल्ट् अस्ति, तत्र निरायसेन आगच्छति एव. परन्तु तद्विहाय अन्यदपि किमपि वयम् इच्छामः, तत्र अन्यः विकरणप्रत्ययः अपि अत्र भवतु, यतोहि रूपद्वयम् अस्ति एकस्मिन् स्थले एव, रूपद्वयम् अस्ति. यथा अत्र अक्षति इति एकं रूपम् अस्ति, अक्ष्णोति इति अपि अन्यत् रूपम् अस्ति. अक्षधातोः तत्र अक्षधातोः रूपद्वयम् अस्ति, अक्षति इति एकं रूपम्, अक्षु व्याप्तौ इति धातोः रूपद्वयम् अस्ति, अक्षति अक्ष्णोति. अक्षति तु डिफाल्ट् रूपेण आगच्छति, यतोहि धातुः भुवादिगणे अस्ति, तर्हि तत्र अक्षति इति आगच्छति शप् विधानं कृत्वा. परन्तु यदि तत्र श्नु अपि इष्यते चेत् तदानीं विशिष्टसूत्रं क्रियते, अक्षो अन्यतरस्याम् इति एकं सूत्रं कृतं, तेन विकल्पेन अन्यरूपमपि भवति. तर्हि एतादृशधातवः अपि सन्ति यत्र विशिष्टसूत्रेण विकल्पं विकरणप्रत्ययविकल्पम् उच्यते. तद् एतस्य विषये इतोपि स्पष्टं भवति अग्रे यदा वयं पठामः, तत् यानि यानि सूत्राणि सन्ति येन विकल्पः जायते इति वयं पश्यामः इदानीं. स्पष्टमस्ति वा भगिनि? एकः प्रश्नः पृच्छामि वा? पृच्छतु. तत्र किमर्थं यदि पाणिनिना अयं धातुः अन्यत्र स्थापितं, यदि स्वादिगणे अपि स्थापितं चेत् तर्हि अस्य सूत्रस्य आवश्यकता एव नास्ति, यतोहि पश्यतु दा इति धातुः अस्ति, बभुवादिगणे अस्ति, अदादिगणे अस्ति, जुहादिगणे अपि अस्ति, रूपत्रयमपि भवितुम् अर्हति किल? किमत्र तेषां सर्वेषाम् अर्थः समानः वा? जुहोत्यादिगणे भुवादिगणे समानः अस्ति, परन्तु अदादिगणे तु भेदः अस्ति. यदि ते समानः अस्ति, समानः पश्यतु, दा धातुः दा दाण् दाने, दा दाप् लवने, दा डुदैन् दाने इति तस्तेषाम् अर्थः भिन्नः, अर्थः भिन्नः. परन्तु अक्षु व्याप्तौ इति अर्थः एकः एव, व्याप्तिः इत्येव अर्थः अस्ति, तस्मिन्नेव अर्थे रूपद्वयम् अस्ति. समीचीनं. हा, तत् अवगच्छामि. परन्तु किमर्थम् एतादृशं कृतम् इत्युक्ते तत्र ये अयं धातुः अपि तत्रैव स्थापित्वा तस्य रूपं भवति न, तत्र स्वादिगणे अपि भवितुम् अर्हति, समानार्थकौ धातोः तु गणद्वये अपि भवितुम् अर्हति किल? इत्युक्ते गणद्वये भवति चेत् लाघवं वा, नो चेत् अत्र सूत्रेण उच्यते चेत् लाघवं वा इति प्रश्नः भवति. इत्युक्ते तत्र इत्युक्ते तत्र पश्यतु, धातुद्वयं द्वयोः समानः अर्थः, गणद्वये वयं स्थापयामः चेत् तत्र सूत्रस्य आवश्यकता नास्ति इति भवती वदति, परन्तु तत्र अर्थभेदः अस्ति वा इति एकः प्रश्नः तु उदेति खलु, यद्यपि अक्षु व्याप्तौ इति तदानीं तत्र प्रश्नः भवति किमर्थं तत्र धातु यदि अर्थः समानः एव किमर्थं गणद्वये प्रविष्टम् इति प्रापितं तदपि अस्ति। तर्हि अत्र तत्र पाणिनेः प्रायः अत्र पाणिनेः इच्छा अस्मिन् विषये तत्र बहु किमपि न मया न पठितं, परन्तु अत्र प्रायः पाणिनेः इच्छा तत् विशिष्टसूत्रं कृतं येन विकल्पेन श्नु प्रत्ययः भवतु, नो चेत् तत्र पृथक्तया एव स्थापनीयं भवति, तथा स्थापयति चेदपि प्रश्नः भवति अर्थः समानः किमर्थं गणद्वये स्थापितम् इति प्रश्नः तु उदेति। तदपि अस्ति समीचीनं, तदपि अस्ति, परन्तु अस्तु पश्यामः। आम् इति तावदेव इदानीम् अहं वक्तुम् इच्छामि। अस्तु अस्तु भवत्येव अग्रे पठतु। एवं वा अस्तु। स्वादिगणीयः इव श्नु इति विकरणम् अक्षु इति अक्षु व्याप्तौ व्याप्नोति अस्तु अक्षोण्यतरस्याम् अक्ष् धातोः शप् प्रत्ययः भवति कर्तरि सार्वधातुके पक्षे पक्षे विकल्पेन श्नु प्रत्ययः भवति अक्षः पञ्चम्यन्तम् अन्यतरस्यां सप्तम्यन्तं द्विपदम् इदं सूत्रं सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः कर्तृ शप् इत्यस्य पूर्वसूत्रस्य अनुवृत्तिः स्वादिभ्यः श्नु इत्यस्मात् श्नुः इत्यस्य अनुवृत्तिः धातोरेकाचो हलादेः क्रियासमाभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अक्षः धातोः शप् कर्तरि सार्वधातुके अन्यतरस्यां श्नुः सूत्रमस्ति अक्षोऽन्यतरस्याम् इति सूत्रमस्ति अक्ष् धातु यदि शप् प्रत्यये शप् प्रत्यये भवति अपि यदि कर्त्रार्थे सार्वधातुके शप् इति कर्त्रार्थे सार्वधातुके प्रत्यये परे अस्ति अक्ष् धातोः परे तत्र विकल्पेन श्नु प्रत्ययः अपि भवितुम् अर्हति इति एतस्य सूत्रस्य अर्थः। तत्र अनुवृत्तिसहितसूत्रमस्ति अक्षः धातोः शप् कर्तरि सार्वधातुके इत्युक्ते विशेषणविशेषभावः अस्ति वा अक्षः धातोः कीदृशधातुः इत्युक्ते अक्षः धातुः षष्ठी स्थानी अक्षः धातु न क्षम्यता पञ्चम्यन्ते अस्ति तत्र अक्षः धातोः परे यदि शप् कर्तरि सार्वधातुके शप् प्रत्ययः भवति तत् कर्त्रार्थे सार्वधातुके प्रत्यये परे अस्ति चेत् तत्र अन्यतरस्याम् इति विकल्पेन श्नुः अपि भवितुम् अर्हति इति शप् स्थाने इत्युक्ते शप् इति प्रथमा विभक्तौ अस्ति अतः तत्र स्थाने श्नुः प्रत्यये अपि भवितुम् अर्हति इति एतस्य सूत्रस्य अर्थः भवति। श्रूयते वा? आमां समीचीनं। तर्हि तत्र अक्षधातुतः शप् कर्तरि सार्वधातुके तत्तु डिफाल्ट् अस्ति शप् अन्यतरस्यां श्नु अपि भवति अत्र किमपि नास्ति भगिनि अत्र धातुपाठे वक्तव्यं नो चेत् अत्र विशेषतया सूत्रं कृतं भवती वदति सूत्रं मास्तु धातुपाठे एव वदतु इति भवती वदति परन्तु पाणिनेः तथा न पाणिनिना तथा न चिन्तितम् परन्तु अग्रिमदातुं पश्यति चेत् तनूकरणे तक्षः इति पश्यति चेत् प्रायः तत्र अर्थविशेषः अवगम्यते अत्र तु अर्थविशेषः अस्ति वा नास्ति वा इति न ज्ञायते अक्षति अक्ष्णोति द्वयोः अपि समानः अर्थः अतः किमर्थं सूत्रम् इति प्रश्नः भवति परन्तु अग्रिमसूत्रं वयं पश्यामः चेत् तत्र प्रायः इतोपि किञ्चित् प्रकाशनं भवति इति किमपि अस्ति भगिनि अहं न जानामि परन्तु तस्य मनसि किमपि आसीत् प्रायः एतादृशः कृतवान् चेत् तत्र किमपि आसीत् न न परन्तु तत्र पश्यति चेत् माताजी सर्वदा वदति तत्र धातुपटे बहवः दोषाः सन्ति इति वदति खलु तत्र सा सर्वदा वदति तत्र धातुपटे बहवः दोषाः सन्ति तत्र इतोपि परिष्करणीयं धातुपाठं परिष्करणीयम् इति तत्र धातुपाठोः धातुपाठस्य परिष्कारः स्यात् इति सा सर्वदा वदति यतोहि अत्र श्रीवुक्लमुचमाम् इति सूत्रे अपि अन्य तत्र तस्मिन् दिने तत्र शुभदा भगिन्याः पृष्टं क्षमामष्टादीनां दीर्घः शमामष्टानां दीर्घः इति अन्यत् सूत्रमस्ति तेन क्लम् धातोः अपि उपधादीर्घत्वं तेन सूत्रेण अपि भवति अनेन सूत्रेण अपि भवति क्षितिपरे इति उक्तं तत्र शमामष्टानां दीर्घः श्यनि इति सूत्रेण तत्र श्यन् प्रत्यपरे क्लम् धातोः क्लाम्यति इति रूपं भवति अत्र क्लम् धातोः क्षितिपरे इति उक्तं क्षितिपरे इत्युक्ते श्यन् अपि तत्र अन्तर्भूतः खलु तर्हि किमर्थं पुनः शमामष्टानां दीर्घः इति सूत्रेण पुनः क्लम् इति दातुं किमर्थं तत्रापि स्थापितं धातुः तत्रापि स्थापितः इति प्रश्नः उदेति तदर्थं तत्र माताजी तत्र सा किम् उक्तवती इति चेत् अतपटे बहवः दोषाः एतादृशदोषाः सन्ति इति उक्तवती तर्हि अत्रापि विशेषतया किमपि न ज्ञायते चेत् प्रायः तत्र चिन्तितवान् तत्र धातुपाठे मास्तु अत्र एव विशिष्टसूत्रं भवतु इति तादृशप्रायः चिन्तनं स्यात् अथवा तस्मिन् काले अनयोः अर्थभेदः आसीत् वा इति सर्वं न जानीमः इदानीम् अग्रे पठामि वा भगिनि अग्रे पठतु शपि अक्ष योगः शप् अक्ष योगः अ अक्ष इति अङ्गम् अक्ष योगः ति अक्षति इति भुवादिगणीयस्य धातुः अस्ति श्नौ श्नौ अक्ष अक्षयोगः श्नु अक्ष योगः नु नत्वं कृत्वा अक्ष्णु तदनन्तरम् अक्ष्णुयोगः ति सार्वधातुकार्थधातुकयोः इत्यनेन इगन्त इगन्ताङ्गस्य गुणः अक्ष्णोति अक्ष्णोति प्रथमं तु शप् प्रत्ययपरे कीदृशः रूपं भवति इति दत्तवान् तत्र अक्षयोगः शप् इत्यस्मात् तदनन्तरम् अक्षति इति सामान्यभोवादिगणस्य रूपमस्ति श्नौ प्रत्यय श्नु प्रत्ययपरे यदि अश्नु प्रत्ययपरे अस्ति चेत् अक्षयोगः श्नु तदनन्तरं नत्वं भूत्वा सार्वधातुकार्थधातुकयोः इत्यनेन गुणः भूत्वा अक्ष्णोति इति स्वादिगणे प्रत्ययः यदि योजयामः तत्र एतादृशरूपम् अतः अक्षति अक्ष्णोति इति विकल्पेन रूपद्वयमपि भवितुम् अर्हति अक्ष् धातोः समीचीनं समीचीनं अपि च तत्र अन्यचिन्तनं किमिति चेत् तत्र स्वादिगणम् आश्रित्य किमपि विशिष्टसूत्रमस्ति वा इत्यपि द्रष्टव्यं तत्र केवलं स्वादिगणम् आश्रित्य किमपि विशिष्टसूत्रमस्ति चेत् तादृशसूत्रम् अत्र कार्यं न स्यात् तस्य कार्यं न स्यात् इति विचिन्त्य अपि भवितुम् अर्हति अतः तदपि अस्ति वा इति एकवारं द्रष्टव्यं भवति स्वादिगणीयविशिष्टसूत्रं किमपि अस्ति वा कुत्रचित् येन तस्य प्रसक्तिः अत्र न भवतु इति विचिन्त्य तत्र विशिष्टसूत्रं कृतम् इति तादृशं वक्तुं शक्यते इत्युक्ते स्वादिगणीयधातूनां कानिचन सूत्राणि सन्ति तादृशम् अत्र प्रयोगः न भवेत् मास्तु इति कृत्वा अपि भवितुम् अर्हति तद् अस्ति वा इति एकवारं द्रष्टव्यम् इदानीं किमपि मनसि न स्फुरति एतत् समीचीनमस्ति इति तादृशं किमपि अस्ति वा इति द्रष्टव्यम् इदानीं न स्फुरति तत्र अस्तु अग्रे पश्यामः अस्तु धन्यवादः तर्हि अत्र स्पष्टमस्ति खलु तर्हि रूपद्वयम् अस्ति एकवारं शप्रत्ययः भवति विकल्पेन श्नुप्रत्ययः अपि भवति तर्हि श्नुप्रत्ययः भवति चेत् अक्ष्णुयोगः ति अक्ष्णोति इति रूपं तत्र गुणः भूत्वा सार्वधातुकार्धधातुकयोः अक्ष्णुयोगः ति अक्ष्णु इत्यत्र उकारस्य गुणः अक्ष्णो योगः ति अक्ष्णोति इति रूपम् अत्र किमपि नास्ति अस्तु तत्र केवलं तत्र किं स्मर्तव्यमिति चेत् अक्ष्णोति इत्यत्र अक्ष्णु इति अङ्गात् तत्र सिद्धप्रत्ययः के के भवन्ति इति चेत् तत्र इदानीम् अङ्गम् अनदन्तम् अस्ति अक्ष्णु इति अङ्गम् अनदन्तम् अतः इदानीं ये प्रत्ययाः अस्माभिः अस्मिन् करपत्रे पठिताः ते अत्र न प्रसक्ते तत्र न प्रसक्ताः भवन्ति तत्र अनदन्ताङ्गानां विकरणप्रत्ययः अनदन्ताङ्गानां सिद्धप्रत्ययः तत्र अग्रे वयं तस्मिन् विषये अपि पठिष्यामः तर्हि इदानीं केवलं लटि एकवचने एव रूपम् अत्र उक्तमस्ति परन्तु अन्येषां रूपाणि लोटि लङ्गि सामप्रायेण सर्वत्र समानमेव परन्तु तत्र लोटि मध्यमपुरुषे तत्र हि इति प्रत्ययः भवति अक्ष्णो अक्ष्णुहि अक्ष्णुहि तादृशभेदः अस्ति. अनन्तरं विधिलिङ्गि अपि भेदः भवति, तत्र यात् यात् याताम् इति तादृशम् अक्ष्णु अक्ष्णुयात् अक्ष्णुयाताम् अक्ष्णुयुः इति तादृशरूपाणि तत्र भवन्ति. परन्तु अक्षति इत्यस्य तु समानरूपाणि अस्मिन् गणे अस्ति इति कृत्वा. अस्तु, अग्रे शोभा भगिनी पठति वा? आं भगिनि, अग्रे अग्रिमसूत्रं तनूकरणे तक्षः इति. तक्ष धातोः शप् प्रत्ययः भवति कर्तरि सार्वधातुके. तनूकरणार्थे पक्षे विकल्पेन श्नु प्रत्ययः भवति. तनूकरणे सप्तम्यन्तं तक्षः पञ्चम्यन्तं द्विपदमिदं सूत्रं. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. कर्तरि शप् इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः. स्वादिभ्यः श्नुः इत्यस्मात् श्नुः इत्यस्य अनुवृत्तिः. अक्षोण्यतरस्याम् इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः. धातोरेकाचो हलादेः क्रियासमाविहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं तनूकरणे तक्षः धातोः शप् कर्तरि सार्वधातुके अन्यतरस्यां श्नुः इति. यथा पूर्वसूत्रे दृष्टवन्तः, तत्रापि वादिगणीय तक्ष धातोः कृते तदपि तनूकरणे इति अर्थे विकल्पेन स्वादिगणीय श्नु प्रत्ययः विहितः भवति शप् प्रबाध्या. तर्हि तत्र तक्ष धातोः शप् प्रत्ययः भवति, किन्तु तनूकरणार्थे यदा योजयामः तत्र विकल्पेन श्नु प्रत्ययः भवति इति सूत्रस्य सारांशः. तत्र तनूकरणे इति सप्तम्यन्तं, तक्षः पञ्चम्यन्तम् अस्ति. अपि च तत्र अनुवृत्ति बहुषु सूत्रेषु भवति. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इति, कर्तरि शप् इत्यस्मात् पूर्ण सूत्रस्य एव अनुवृत्तिः. स्वादिभ्यः श्नु इत्यस्मात् श्नु इति. अपि च अक्षोण्यतरस्याम् इत्यस्मात् तत्तु पूर्वसूत्रं, तस्मात् अन्यतरस्याम् इति इत्युक्ते तत्र वा इति अथवा तत्र विकल्पेन वैकल्पिकरूपम् इति अर्थे भवति. अपि च धातोरेकाचो हलादेः क्रियासमाभिहारे यङ् इति इत्यस्मात् धातोः इत्यस्य अधिकारः भवति सूत्रे. अपि च अन्ते यदा तनूकरणे तक्ष धातोः शप् भवति भवादिगणे, तदा विकल्पेन श्नु इति प्रत्ययः आगच्छति, अपि च वैकल्पिकरूपम् अपि ददाति इति. तत्र रूपद्वयं भवति अग्रे, शप् इत्यस्य अपि श्नु इत्यस्य. अन्यत् किमपि वदनीयं वा भगिनि तत्र अग्रे पठनीयं वा? अग्रे पठतु. इत्युक्ते अत्र सूत्रार्थः स्पष्टः अस्ति खलु, तनुकरणे इति तत्र साक्षात् अत्र अर्थः उक्तः. तनुकरणार्थे यः तक्षः धातोः तस्य विकल्पेन शप् श्नु भवति इति उक्तं. तक्षधातोः तत्र अर्थद्वये अस्ति. तनूकरणे इति एकः अर्थः. तनुकरणे तु इत्युक्ते टु मेक् तिन् आर् टु शार्पन् इत्यस्मिन् अर्थे. अनन्तरं तक्ष त्वचने टु कवर् आच्छादनम् इत्यस्मिन् अर्थे अपि अस्ति. अत्र सूत्रे स्पष्टतया तनूकरणे इति उक्तमस्ति. तनूकरणार्थे तक्षधातोः तत्र विकल्पद्वयम् अस्ति, शप् शश्नु इति. अस्तु, अग्रे पठतु. संशयः भगिनि, तनूकरणे वादिगणे अस्ति, स्वादिगणे अपि अस्ति. अत्र धातुः गणनिर्माणं कृतः, कथं निर्माणं कर्तव्यं? बिकास् सेम् मीनिङ्ग् समानमेव. न श्रूयते सम्यक्तया, वदतु पुनः. अर्थः समानमेव. तनूकरणे तक्षः धातु समानम् अक्षुधातु सोरि अक्षुधातु समानमेव अत्र भादिगणे अपि अस्ति स्वादिगणे अपि अस्ति न न न न स्वादिगणे नास्ति नास्ति स्वादिगणे भुवादिगणे एव अस्ति सूत्रेण विकल्पेन श्नु अपि भवति तावदेव स्वादिगणे अस्ति इति नास्ति यदि स्वादिगणे अभविष्यत् तर्हि तत्र निरायासेन तत्र श्नु भवितुम् अर्हति खलु अतः स्वादिगणे अस्ति इति न वक्तव्यम् स्वादिगणे एव अस्ति भुवादिगणे एव अस्ति परन्तु विकल्पेन श्नु अपि प्रत्ययः भवति तर्हि वादिगणे एव रूपद्वयम् अस्ति इति वक्तव्यम् वादिगणे इवन् दो वादिगणे स्नु अपि आगच्छति विचरस्थले हा रूपद्वयं भवति तावदेव अत्र ओके अत्र बेनिफिट् एतस्मात् बेनिफिट् कः तदेव वंशी भगिनी अपि पृष्टवती तत्र किमर्थं पृथक् पृथक् गणे एव वयं स्थापयामः चेत् कः क्लेशः किमर्थं सूत्रं कृतम् इति भगिन्या अपि पृष्टम् तत्र किमपि तत्र तत्र ईडागमस्य विषये वा अन्यत् किमपि अस्ति वा इति एकवारं द्रष्टव्यम् अत्र स्वादिगणे गणीयधातुम् आश्रित्य विशिष्टसूत्रं किमपि अस्ति वा इति द्रष्टव्यम् तादृशसूत्रम् अत्र अस्य कृते मा भवतु इति कृत्वा अस्ति वा इति एकवारं द्रष्टव्यम् परन्तु अत्र सूत्रात् तु किमपि न ज्ञायते केवलं विकल्पेन रूपद्वयं भवति तावदेव अस्तु शोभा भगिनी अग्रे तत्र उदाहरणं दत्तं शपि तक्ष्योगः शप् इति तक्ष्योगः आयव तिष्ठति तत्र तक्ष इति अङ्गम् अदन्ताङ्गं भवति तक्षयोगः ति इति तिङ् प्रत्ययस्य योजनेन तक्षति इति भवति तत्र तु सामान्यार्थं तक्ष तत्र तनूकरणे इत्युक्ते तत्र अग्रे दत्तं टु शेव् पेर् प्लेन् मेक् थिन् इति तनूकरणे एव विकल्पेन श्नुप्रत्ययः भवति तर्हि अत्र तक्षति इत्युक्ते आच्छादने इति भासते अपि च श्नौ तक्ष् इत्यस्मात् तक्ष्योग न आच्छादति इति किमर्थं वदति तक्षति इत्युक्ते तत्र किम् उक्तं तनूकरणे तक्षः धातोः शप्कर्तरि सर्वधातुके अन्यतरस्यां श्नुः इति तक्ष् इति भ्वादिगणीयधातुः तत्र अर्थद्वयं भवति एकमस्ति तनुकरणे अन्यत् आच्छादने यदा तनु न एकः एव अर्थः अस्ति खलु अर्थद्वयं कुत्र उक्तं तनु तक्षु तनुकरणे इति एकः एव अर्थः अस्ति आच्छादने इति तक्ष त्वचने इति भिन्नः धातुः तक्ष् इति तनुकरणे अस्तु अन्यत् नास्ति वा भगिनी तत्र अन्यः धातुः अस्ति भवादिगणे एव अन्यः धातुः अस्ति परन्तु तस्य अर्थः भिन्नः त्वचने इति अर्थः अस्ति अस्तु अन्यः अधुना पश्यामि भवादिगणे एव किन्तु अर्थः एव भिन्नः अपि च तत्र सङ्ख्या अपि भिन्नः अस्तु हा अस्तु अवगतम् अधुना एकमेव अर्थः किन्तु किमर्थं तत्र तनुकरणे एव भवनीयम् अस्तु आच्छादने न भवतु इति श्नौ तर्हि एतेन सूत्रेण न तु आच्छादने तनूकरणे एव विकल्पेन श्नु इति प्रत्ययः भवति अतः तत्र तक्ष् योगः श्नु इति तक्ष् योगः नु इति भवति तत्र क्ष इति अस्ति निमित् मूर्धन्यशकारस्य निमित्तः अस्ति इति कृत्वा णत्वमपि भवति तक्ष्णु इति धातुः अधुना अङ्गं तक्ष्णुयोगः ति इति तिङ्प्रत्ययस्य योजनेन तक्ष्णो इति भवति क्षमतां तक्ष्णो उकारस्य ओकारः इति गुणः तक्ष्णो योगः ति तक्ष्णोति इति तत्र तनूकरणे एव एतत् वैकल्पिकरूपं साध्यं न तु अन्यत् अर्थे अन्यधातोः कृते सम्यक् वा भगिनि आं समीचीनं समीचीनं त तत्र तक्ष्णोति इत्यत्र णत्वमपि भवति खलु उक्तवती णत्वमपि भवति केन सूत्रेण तत्र साक्षात् परम् अस्ति नकारः अतः तत्र तु रसाभ्यां नोणः इत्यनेन भवति समीचीनं रसाभ्यां नोणः इति समानपदे अस्ति इति कृत्वा समानपदे अस्ति कृत्वा समीचीनम् अतः रूपद्वयं तक्षति तक्ष्णोति इति रूपम् अत्रापि समानरीत्या तक्षति इत्यत्र सिद्धप्रत्ययः अस्मिन् पाठे ये प्रत्ययाः सन्ति तेषां प्रयोगः तक्ष्णोति इत्यत्र अनदन्ताङ्गानां सिद्धप्रत्ययः तत्तु अग्रे वयं पठिष्यामः तादृशप्रत्ययाः भवन्ति अत्र तक्ष्णुहि इति रूपं भवति मध्यमपुरुषे लोटि मध्यमपुरुषे एकवचने तक्ष्णुहि इति रूपम् अनन्तरं विधिलिङ्गि अपि भिन्नरूपाणि भवन्ति अस्तु अग्रे लक्ष्मी भगिनी पठति वा आं भगिनी पठामि तनुकरणं नाम टु शेव् टयर् प्लेन् मेक् टिन् इति इयमेव क्रिया कार्पेण्टर् लक्षणात्मकं कार्यं तदर्थं संस्कृते कार्पेण्टर् इत्युक्तौ तक्षकः वस्तुतः तक्षधातुः तनुकरणार्थे एव भवति तर्हि किमर्थं सूत्रे विशेषतया उक्तं तनुकरणे अन्यतरस्यां श्नु प्रत्ययः यतोहि अस्य तक्षधातुः एक एव अर्थः चेदपि बहवः प्रयोगाः अनेन सूत्रेण श्नु प्रत्ययस्य विकल्पः केवलं सामान्यतनुकरणे योगार्थे अतः तक्षकः तक्षति काष्ठं तक्षकः तक्ष्णोति काष्ठम् इति रूपद्वयं तु भवति किन्तु अधिवक्ता सन्तक्षति वाग्भिः द लायर् कट् वित् स्पीच् इत्यस्मिन् प्रयोगे शप् एव भवति अत्र श्नु प्रत्ययस्य विकल्पः नास्ति उभयत्र तनुकरणमेव प्रथमे स्थले योगार्थः द्वितीये तु रूढार्थः अत्र तनुकरणे तक्षः इति सूत्रेण किम् उक्तम् इति चेत् तक्षधातुः तनुकरणे इत्यस्मिन् अर्थे न केवलं शप् इति प्रत्ययः श्नु प्रत्ययस्य अपि प्रयोगः विकल्पेन भवति अतः रूपद्वयं भवति इति उक्तं किन्तु भ्वादिगणे यः तक्षधातुः अस्ति तस्य एकः एव अर्थः तनुकरणे इति एव अर्थः भवति अतः एव कार्पेण्टर् इत्यस्य तक्षकः इति अपि रूपं लक्षणात्मकं कार्यमस्ति तस्य अतः तनुकरणम् इति तु प्रमुखः अर्थः तदा एकः एव अर्थः अस्ति इति उक्तम् अतः प्रश्नः उदेति किमर्थं पुनः सूत्रात् तनुकरणे तक्षः इति किमर्थं पृथक्तया सूत्रं दत्तं श्नु इति प्रत्ययस्य योजनमपि विकल्पेन किमर्थं दत्तम् इति प्रश्नः उदेति अत्र तस्य उत्तरम् एतादृशम् उक्तं यत् तक्षकः तक्षति काष्ठं तक्षकः तक्ष्णोति काष्ठम् इति प्रयोगः यत्र भवति तत्र रूपद्वयम् अर्थः अपि समानमेव भवति किन्तु यथा सन्तक्षति इति यत्र रूपं भवति तत्रापि तक्षिति एव धातुः सम् इति उपसर्गयोजनेन यथा वाक्यप्रयोगः भवति तत्र अर्थभेदः अस्ति तत्र तनुकरणे इत्यस्मिन् अर्थे नास्ति किन्तु अन्यस्मिन् अर्थे तक्षधातोः प्रयोगः यथा भवति तस्मिन् सन्दर्भे श्नु इति प्रत्ययः विकल्पेन न भवति इति वैशिष्ट्यम् अतः यत्र यत्र तनुकरणे इति एव अर्थः वाक्यप्रयोगे अस्ति तत्र एव श्नु इत्यस्य विकल्पेन श्नु इति विकल्पेन आयाति यत्र तनुकरणे इत्यस्मिन् अर्थे नास्ति तत्र श्नु इति प्रत्ययः विकल्पेन न आयाति इति उक्तम् समीचीनं वस्तुतः अत्र तक्षधातुः धातुद्वयम् अस्ति अतः तनुकरणे इति उक्तं चेत् अत्र धातुः भिन्नः धातुः इति अपि सूचनार्थं भवेत् खलु तत्र तनु तक्ष त्वचने इति अपि अन्यः धातुः अस्ति अतः तत्र अर्थभेदः अस्ति इति सूचनार्थं तनुकरणे इति उक्तं परन्तु काशिकायां तु तत्र धातुद्वयमिति न स्वीकृतम् इति मन्ये. काशिकायां तु तक्षः तक्षधातुः एकः एव धातुः, तस्यैव अनेके अर्थाः सन्ति, अतः तनुकरणे त्वचने इति भिन्नभिन्न अर्थाः सन्ति इति तादृशं स्वीकृत्य तैः एवम् एवम् उक्तमस्ति. तक्षधातुः तनुकरणार्थे एव भवति चेत् तर्हि किमर्थं पुनः विशेषतया सूत्रे तनुकरणे इति उक्तम् इति चेत् तत्र धातोः अनेकार्थाः सन्ति, तर्हि अत्र तस्य योगार्थः अस्ति तनुकरणे इति योगार्थः अस्ति, तर्हि तस्मिन् अर्थे तक्ष्णोति इति अपि रूपं भवति योगार्थे. अतः एव सूत्रे तनुकरणे इति उक्तम्, अतः तनुकरणार्थे एव तक्ष्णोति इति भवति, परन्तु तस्मात् भिन्नः अर्थः अस्ति चेत् तक्ष्णोति इति रूपं न भवति. यथा अत्र सन्तक्षति इत्यत्र भिन्नः अर्थः अस्ति, तनुकरणे इत्यर्थः नास्ति, अतः भिन्नः तत्र सन्तक्ष्णोति इति रूपं नास्ति इति तदर्थमपि उक्तमस्ति इति एवम् आकाशिकायाम् उक्तमस्ति. परन्तु तत्र वस्तुतः धातुद्वयम् अस्ति, धातुद्वयं दृश्यते खलु धातुपाठे इति कृत्वा तनुकरणे इत्यस्मिन् अर्थे एव अत्र उक्तमस्ति. तत्रापि अर्थभेदः अस्ति, तनुकरणे इत्यस्मिन्नपि योगार्थः रूढ्यर्थः इति अस्ति. अस्तु, अग्रिमवाक्यमपि अस्ति, पठामि वा? पठतु. इमौ द्वौ धातु अक्ष तक्ष यदि स्वादिगणे अभविष्यतां तर्हि श्नु प्रत्ययस्य आनयनार्थं विशिष्टः सूत्रस्य आवश्यकता न अभविष्यत्. अत्र अक्ष तक्ष इति द्वौ धातु स्वादिगणे अभविष्यतां तर्हि श्नु इत्यस्य पुनः तस्य आनयनस्य आवश्यकता न आसीत् इति उक्तम्. तत् स्वादिगणे एव आसीत् चेत् अत्र भ्वादिगणे तस्य पुनः श्नु इति प्रत्ययस्य योजनम् आवश्यकम् इति आवश्यकता न आसीत्. तत्र नास्ति इत्युक्ते स्वादिगणे नास्ति अक्ष तक्ष इति धातु द्वयम्, अतः एव भ्वादिगणे पुनः विशिष्टसूत्रेण श्नु इति प्रत्ययस्य योजनार्थं नूतनसूत्रं विरचितम् इति अस्ति खलु भगिनि? आम्, तदेव. तत्र अत्रापि तत्र उक्तं धातुपाठे अस्ति चेत् सूत्रस्य आवश्यकता नास्ति, धातुपाठे नास्ति इति कृत्वा सूत्रमस्ति, तावदेव अत्र उक्तमस्ति. कुत्रापि विशेषतया न उच्यते किमर्थम् इति अत्र. अस्तु, उषा भगिनी अग्रे पठति वा? अत्र योगार्थः रूढ्यर्थः इति जानन्ति खलु? योगार्थः इत्युक्ते तत्र एकस्य पदस्य शास्त्रेषु विशिष्टः अर्थः भवति, तदेव योगार्थः इति. शास्त्रेषु यः अर्थः अस्ति सः अर्थः योगार्थः. रूढ्यर्थः इत्युक्ते तत्र शास्त्रेषु यः अर्थः अस्ति तस्मात् भिन्नः अर्थः भवति लोके. यदा तत्र कुशलः इति पदमस्ति, कुशलः कुशलः इत्युक्ते कुशान् लाति, कटिङ्ग् ग्रास् इति अर्थः. कुशान् लाति इति कुशलः इति योगार्थः. तत्र योगार्थः इत्युक्ते तत्र पदस्य व्युत्पत्तिं दृष्ट्वा अर्थः कः इति चेत् कुशान् लाति इति कुशलः. परन्तु लोके कुशलः इत्यस्य शब्दस्य अर्थः कः इति चेत् निपुणः इत्यस्मिन् अर्थे प्रयुक्तः अस्ति खलु. निपुणः इत्यस्मिन् अर्थे प्रयुक्तः, तर्हि तत्र तादृशरूढिः, तत्र रूढ्यर्थः निपुणः इति. परन्तु योगार्थः कुशान् लाति इति अर्थः, रूढ्यर्थः निपुणः इत्यर्थः. तर्हि तत्र पदानां व्युत्पत्तिमनुसृत्य भिन्नः अर्थः भवति, परन्तु लोके तस्य व्यवहारे भिन्नः अर्थः भवति, तदेव रूढ्यर्थः इति वयं वदामः. अस्तु, योगात् रूढिर्बलीयसी हा इति अस्ति, योगात् रूढिर्बलीयसी इति अस्ति. यतोहि लोकव्यवहारे कथं वयम् अवगच्छामः तदेव, परन्तु तत्तु लोके एव. योगात् रूढ्यर्थः बलियसि इति लोके, परन्तु शास्त्रे यदि वयं प्रवेशामः चेत् तत्र तु तत्र शास्त्रेषु पदानां तत्र प्रत्येकस्मिन् शास्त्रे पारिभाषिकपदानि भवन्ति खलु. तर्हि तस्मिन् शास्त्रे अर्थः कः इति तस्मिन् शास्त्रे तत्र उक्तः चेत् तदानीं तदनुसृत्य एव व्यवहर्तव्यं यदि न उक्तः चेत् तदानीं योगार्थः अथवा रूढ्यर्थः इति वयं स्वीकर्तुं शक्नुमः अस्तु अहं भगिनि सनन्ताः सनन्ताः इव सन् इति प्रत्ययः अत्र सप्तधातवः सन्ति इमे च सप्तधातवः मूले चुरादिगणीयाः अतः तस्मिन् चुरादिगणे पठिताः तत्रैव णिच् च शप् च विहितौ भवतः यथा गुप् धातोः गोपयति तिज् धातोः तेजयति कित् धातोः सङ्केतयति इमानि रूपाणि चुरादिगणे एव निष्पन्नानि सूत्राणि च तत्रैव परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति तानि चुरादिगणे निष्पातयितुं न शक्यते यतोहि तत्र णिच् प्रत्ययः सर्वथा विधीयते चुरादौ णिच् तु भवति एव तदा सन् अपि आयाति चेत् फलं दोषाय येन तन् न स्यात् येषां सनन्तरूपाणि भ्वादिगणे पठितानि तर्हि फलितार्थः एवं यत् येषां शब्दानां धातूनां कृते सन् प्रत्ययः इति विशेषः भ्वातौ सन् अभावे णिच् प्रत्ययः इति सामान्यं चुरादिगणे सप्तधातवः सन्ति चुरादिगणीयाः तस्मिन् चुरादिगणे वयं पठिष्यामः तत्रैव णिच् च चुरादिगणे णिच् अपि च शप् च प्रत्ययं विहितः भवति यथा गुप् धातोः गोपयति तिज् धातोः तेजयति चित् धातोः सङ्केतयति इमानि रूपाणि चुरादिगणे एव निष्पन्नानि ओके सूत्राणि च तत्रैव परन्तु येषां धातूनां सनन्तरूपाणि अपि भवन्ति तानि चुरादिगणे निष्पातयितुं न शक्यते यतोहि तत्र णिच् प्रत्ययः सर्वदा विधीयते धातोः चुरादिगणे अस्ति चेत् चुरादिगणे निष्पातयितुं चुरादिगणे णिच् च शप् च विहितौ कारणतः तत्र णिच् प्रत्ययः सर्वदा विधीयते आं भगिनि चुरादौ णिच् च भवति एव तथा सन् अपि आयाति चेत् फलं दोषाय चुरादौ णिच् च भवति एव तदा सन् प्रत्ययः अपि आयाति चेत् फलं दोषाय येन तत् न स्यात् येषां सनन्तरूपाणि भुवादिगणे पठितानि ओके तर्हि फलितार्थः एवं यत् येषां सप्तानां धातूनां कृते सन् प्रत्ययः इति विशेषः भुवादौ ओके सन् अभावे णिच् प्रत्ययः इति सामान्यं चुरादिगणे ओके येषां सप्तानां धातूनां कृते सन् प्रत्ययः इति विशेषः ओके गुप् तिज् कित् ओके सन् प्रत्ययः इति विशेषः भ्वादौ ओके दीस् धातूस् आर् इन् भ्वादिगण ओके भ्वादौ धातूस् तेषां धातूनां सन् प्रत्ययः विशेषः सन् धातोः विशेषः सन् अभावे णिच् प्रत्ययः इति सामान्यं चुरादिगणे ओके सप्तधातवः सन्ति तेषां भुवादिगणे सन्ति भुवादिगणे सन् प्रत्यय शप् प्रत्ययः भुवादिगणे न सन्ति भुवादिगण इत्युक्ते पश्यतु अत्र सप्तधातवः सन्ति एते चुरादिगणीयाः एते सर्वे चुरादिगणीयदातवः ओके तत्र मूले चुरादिगणीयदातवः अतः चुरादिगणीय तत्र णिच् प्रत्ययः विधीयते चुरादिगणे स्वार्थे णिच् प्रत्ययः विधीयते अतः एव इदानीम् उदाहरणार्थं गुप् इति धातुः अस्ति चुरादिगणे अस्ति गुप् धातुः तत्र णिच् प्रत्ययः विधीयते गोपयति इति रूपम् अस्ति तत्र परन्तु अत्र विशिष्टरूपम् अस्ति तत्र गुप्तिच्किभ्यः सन् इति सूत्रेण एतेभ्यः धातुभ्यः सन् प्रत्ययः विधीयते तत्र नित्यरूपेण सन् प्रत्ययः विधीयते तत्र जुगुप्स जुगुप्स इति धातुः नूतनः धातुः निष्पद्यते जुगुप्स इति धातुः सः तादृशधातुः नूतनधातुः तत्र कुत्र स्थापयितुं शक्यते एतादृशधातवः यतोहि तत्र तु अन्य तत्र स्वादिभ्यः श्नु अथवा चुरादिभ्यः तत्र णिच् इति तादृशं तत्र भवति चेत् जुगुप्स इति धातुतः तदानीं जुगुप्सति इति रूपं न लभ्यते जुगुप्सति इति रूपं न लभ्यते तदर्थं तत्र किम् अत्र उच्यते इति चेत् एतत्तु वस्तुतः तत्र मातृभिः एवम् उक्तमस्ति अन्यत्र कुत्रापि एवं न उच्यते इत्युक्ते एते धातवः भुवादिगणे भवतु यतोहि अत्र शप् भवति इति तादृशम् अन्यत्र न उच्यते तत्र मातृभिः अस्माकं सौलभ्यार्थं तत्र किं तैः किम् उच्यते इति चेत् तत्र इदानीं मूले तु एते धातवः चुरादिगणे एव सन्ति अतः तत्र तत्तत् तत्र णिच् प्रत्ययः विधीयते अनन्तरं शप् विधीयते तर्हि गोपयति तत्सर्वं भवति तत्र तत्तु सामान्यं परन्तु एते एतेभ्यः धातुभ्यः विशिष्टसूत्रद्वयम् अस्ति एकमस्ति गुप्तिच्किभ्यः सन् इति सूत्रम् अनन्तरं द्वितीयमस्ति मानबद दान शान्व्यो दीर्घश्चाभ्यासस्य इति द्वितीयं सूत्रं तर्हि अभ्यां सूत्राभ्यां तत्र सन् प्रत्ययः तत्र नित्यरूपेण विधीयते यदि धातुः चुरादिगणे अस्ति इति वयं स्वीकृत्य तदानीं तत्र गुप्तातुतः इदानीम् उदाहरणार्थं गुप्तातुतः णिच् प्रत्ययः विधीयते चुरादिगणे अस्ति इति कृत्वा णिच् प्रत्ययः विधीयते तर्हि गोपी इति नूतनधातुः गोपी इति धातुतः सन् प्रत्ययः भवति चेत् तर्हि जुगुप्सते इति रूपं न लभ्यते तत्र यतोहि णिच् अस्ति मध्ये अतः जुगुप्सते इति रूपं न लभ्यते अतः दोषः जायते रूपे दोषः जायते अतः इदानीं चुरादिगणे अस्ति इति स्वीकृत्य तस्मात् सन् प्रत्ययः तत्र न भवितुम् अर्हति भवति चेत् इष्टरूपसिद्धिः न भवति तदर्थम् अत्र किमुक्तम् अत्र एते धातवः एते सप्तधातवः विशेष अर्थे एतेषां धातूनां यः मूलार्थः अस्ति तस्मात् विशेषः अर्थः अस्ति विशेष अर्थे एतेभ्यः धातुभ्यः सन् प्रत्ययः विधीयते तत्र गुप्तिच्किभ्यः सन् इति सूत्रेण अथवा मानवददानशान्व्यो दीर्घश्चाभ्यासस्य इति सूत्रेण विशेषरूपेण सन् प्रत्ययः विद्यते इदानीं नूतनधातुः अस्ति यथा तत्र प्रेरणार्थे निच् प्रत्ययः विद्यते चेत् नूतनः धातुः लभ्यते सनाद्यन्ता धातवः इति सूत्रेण एवमेव अत्रापि यदा हि सन् प्रत्ययः विद्यते एतेभ्यः सप्तभिः एतेभ्यः सप्तेभ्यः धातुभ्यः सन् प्रत्ययः विद्यते चेत् तदानीं नूतनधातुः लभ्यते तादृशधातुः कुत्र वयं स्थापयितुं शक्नुमः यतोहि एतेषां गणः नास्ति एतेषां विशेषः गणः नास्ति यतोहि नूतनधातुः अस्ति धातुपाठे न सन्ति एते धातवः अतः एतेषां तत्र तत्र डिफाल्ट् रूपेण किम् आयाति विकरणप्रत्ययः कर्तरि शप् एव आगन्तुं शक्नोति यतोहि कर्तरि शप् इति सूत्रे तु गणस्य उल्लेखः नास्ति अतः डिफाल्ट् रूपेण एतेभ्यः धातुभ्यः तत्र कः विकरणप्रत्ययः तत्र आयाति इति चेत् शप् एव आयाति शप् आयाति इति कृत्वा माताजी वदति अस्तु अत्र भुवादिगणे एव वयं स्थापयामः यतोहि शप् आयाति अवगतं वा आं भगिनि एते धातवः चुरादिगणीयधातुः एव सन् प्रत्ययः विधीयते चेत् चुरादिगणीयधातोः चुरादिगणीयधातोतः णिच् प्रत्ययः नेचुरलि कम्स् सो गुप्तिज् किद्भ्यः गुप्तिज् किद् इति धातोः तः णिच् प्रत्ययः आयाति चेत् अनन्तरं सन् प्रत्ययः इति विशेषसनन्तरूपं विशेषसनन्तरूप इष्टरूपं न सिद्ध्यति कारणतः एते धातोः माताजी इष्टतः भुवादिगणीयदातवः अपि भुवादिगणे धातोः कृते सन्ति गुप्तिज् किद्भ्यः सन् इति विशेषसूत्रेण निष्ठरूपं प्राप्तुं शक्यते मम अवगमनम् ओके समीचीनं समीचीनम् अत्र कोऽपि प्रश्नः अस्ति वा आं भगिनि, भगिनि अत्र गुप्तचिकित्स्य सनेति सूत्रस्य प्रसक्तिः किम् अस्ति भगिनि? तत्तु सूत्रं किम् इति पठामः इदानीं, सूत्रं किम् इति पठामः इत्युक्ते अत्र पश्यतु, अत्र लोके जुगुप्सते इति एकं रूपमस्ति खलु, जुगुप्सते इति रूपमस्ति, तितिक्षते इति रूपमस्ति, प्रसिद्धरूपमस्ति तितिक्षते, वेदान्तेषु सर्वत्र आयाति तितिक्षा इति. तर्हि एतादृशरूपम् अस्ति, तद्रूपं कथं साधयितुं शक्नुमः? तत्र सन् प्रत्ययः विद्यते चेदेव साधयितुं शक्नुमः. तितिक्षते इत्यस्य विशेषः अर्थः अस्ति, क्षमायाम् इति अर्थः अस्ति. तर्हि तितिक्षते अपि च जुगुप्सते, अनन्तरं चिकित्सति इति रूपाणि, इति रूपाणि साधयितुं तत्र सूत्रं कृतमस्ति. गुप्तिच्किभ्यः सन् इति सूत्रेण सन् प्रत्ययः यदा विधीयते तदानीम् एतादृशरूपं लभ्यते. तदर्थं विशिष्टसूत्रं कृतमस्ति सन् इति, तत्र सन् प्रत्ययः तत्रापि भवतु इति कृत्वा. अत्र वस्तुतः एकवारम् अष्टाध्यायीं पश्यामः, अत्र त्रिपञ्चाशत्तमे पृष्ठे 53 पेज् इत्यत्र पञ्चमं सूत्रं किम् अस्ति अत्र, किम् उमा भगिनी वदति वा अत्र पञ्चमं सूत्रं किमस्ति? वदामि भगिनि, 5th गुप्तिभ्यः सन् अनन्तरं मान् शान्ध्यो दीर्घश्च अभ्यासस्य. Then 7th, धातोः कर्मणः समानकर्तृकादिच्छायां वा सन्प्रत्ययः विद्यते अपि गुप्तिभ्यः सन्. सो दे आर् एडेड् टु दीस् धातु गुप्ता. अग्रिमसूत्रं किमस्ति? अग्रिमसूत्रम्, अग्रिमसूत्रम् अनुदातो न न धातोः धातोः कर्मणः इति उक्तं वा भवत्या? तत्र भवत्याः तत्र मध्ये मध्ये किमपि ब्रेक् अभवत्, मम लैन् मध्ये क्लेशः वा भवत्याः लैन् मध्ये क्लेशः वा न जाने. हा इदानीम् अस्ति, श्रूयते, हा मध्ये न जाने. अस्तु अस्तु, तत्र वस्तुतः त्रीणि सूत्राणि सन्ति, गुप्तिच्किभ्यः सन्, मानबददानशान्द्यो दीर्घश्च अभ्यासस्य, धातोः कर्मणः समानकर्तृकादिच्छायां वा इति त्रीणि सूत्राणि सन् प्रत्ययस्य विधानार्थं. धातोः कर्मणः समानकर्तृकादिच्छायां वा इति सूत्रं तु इच्छार्थे सन् प्रत्ययः भवति, गन्तुम् इच्छा जिगमिषा अथवा तत्र कर्तुमिच्छा चिकीर्षा इति तादृशरूपम् इच्छार्थे, विशेषः अर्थः इच्छार्थे अस्ति चेत् तदानीं तत्र धातोः कर्मणः समानकर्तृकादिच्छायां वा इति सूत्रेण सन्प्रत्ययः भवति, सर्वेभ्यः धातुभ्यः भवति सन्प्रत्ययः. परन्तु परन्तु तत्र इदानीं गुप्तिच्किभ्यः सन्, मानवददानशान्व्यो शान्व्यो दीर्घश्च अभ्यासस्य इति इत्याभ्यां सूत्राभ्यां सन् प्रत्ययः इच्छार्थे न विधीयते, तत्र तु इच्छार्थे नास्ति, तादृश अर्थः नास्ति. यदि जुगुप्सते इति वदामि चेत् तत्र तत्र इच्छार्थे नास्ति, गोपनस्य इच्छा इति नास्ति तत्र अर्थः, अर्थः भिन्नः. अतः तत्र अत्र गुप्तिच्किभ्यः सन् इति सूत्रे, अनन्तरं मानवदतान् दानशान्व्योः शान्व्यो दीर्घश्च अभ्यासस्य इति सूत्रे तत्र विशेषः इच्छार्थः नास्ति, परन्तु सन् प्रत्ययस्य विशेषः अर्थः एव नास्ति, अत्र धातोः एव विशेषः अर्थः. सन् प्रत्ययस्य विशेषः अर्थः नास्ति, धातोः एव विशेषः अर्थः. विशेषार्थे एते एतेभ्यः धातुभ्यः सन् प्रत्ययः भवति, प्रत्ययस्य अर्थः नास्ति इत्येव तावदेव तत्र. तर्हि सन् प्रत्ययस्य अर्थः नास्ति चेत् किमर्थं तत्र योजयामः इति चेत् रूपसाधनार्थम्, यतोहि तत्र जुगुप्सते सा स इति श्रूयते खलु, स इति श्रूयते, तद् प्राप्तुम् अपि च द्वित्वम् अपि प्राप्तुं जुगुप्सते इति प्राप्तुं तत्र सूत्रं कृतमस्ति. अवगतं वा? आं भगिनि. प्रथमः तु निन्दा अर्थे आगच्छति, द्वितीय तु जिज्ञास अर्थे आगच्छति, खलु भगिनि? हा, विशेष अर्थे आगच्छति. हा अस्तु, इदानीम् अग्रे तत्र सूत्रं पठामः. पमेला भगिनी पठति वा? आं भगिनि. गुप् तिज् किद्भ्य सन् गुप् गोपने तिच् निशाने कित् निवासे एतेभ्यः धातुभ्यः सन् प्रत्ययो भवति. अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति. इत्यनेन यदा कश्चन प्रत्ययः विहितः भवति किन्तु तस्य अर्थः न उक्तः तदा स्वार्थे अस्ति इति मन्यते. स्वार्थे नाम तस्य प्रत्ययस्य संयोजनेन अर्थपरिवर्तनं न भवति. गुप् च तिच् च कित् च तेषाम् इतरेतरद्वन्द्वः. गुप् तिच् किद् किद्दः तेभ्यः गुप् तिच् किद्भ्यः गुप् तिच् किद्भ्यः पञ्चम्यान्तं सन् प्रथमान्तं द्विपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं. गुप् तिच् किद्भ्यः सन् किञ्चित् एव अवगतं भगिनी, वदामि. गुप् गोपने तिज् निशाने कित् निवासे एतेभ्यः धातुभ्यः सन् प्रत्ययो भवति. यदि सन् प्रत्ययः विहितः भवति तत्र इच्छार्थे इति विहितः भवति, किन्तु यत्र न सन् प्रत्ययः इदानीम् इच्छार्थे नास्ति अत्र. इच्छार्थे अस्ति चेत् विशेषसूत्रस्य आवश्यकता नास्ति. धातोः कर्मणः समानकर्तृकादि इच्छायां वा इति सूत्रेण एव भवितुमर्हति इच्छार्थे अस्ति चेत्. अत्र तु इच्छार्थे नास्ति, अत्र तु सन् प्रत्ययस्य अर्थः नास्ति. अत्र सन् प्रत्ययः स्वार्थे विधीयते इति वदामः. स्वार्थे विधीयते इत्यस्य कः अर्थः इति चेत् प्रत्ययस्य विशेषः अर्थः नास्ति, परन्तु धातोः यः अर्थः सः अर्थः एव भवति. इदानीं यदि अहं वदामि तत्र तिङ् प्रत्ययः कर्त्रार्थे अस्ति इति वदामि चेत् तत्र तिङ् प्रत्ययेन कर्ता उक्तः भवति. यदि तत्र तस्मिन् तिङ् प्रत्ययः तिङ् प्रत्ययेन कर्ता उक्तः भवति चेत् तत्र कर्तुः प्राधान्यम् अस्ति वाक्ये, खलु? कर्त्रार्थे इति वदामि चेत्. यदि अहं तिङ् प्रत्ययः कर्मार्थे अस्ति इति वदामि, ग्रामः गम्यते इति वदामि चेत् तिङ् प्रत्ययः कर्त्रार्थे अस्ति तस्मिन् वाक्ये, तत्र कर्मणः प्राधान्यम् अस्ति. परन्तु यदि अहं वदामि अत्र प्रत्ययः अस्ति तस्य अर्थः नास्ति, विशेषः अर्थः तत्र कोऽपि विशेषः अर्थः नास्ति, तर्हि तत्र प्रत्ययस्य योजनं किमर्थं क्रियते इति चेत् केवलं रूपसाधनार्थमेव, अन्य तत्र विषयः नास्ति. तत्र प्रत्ययस्य योजनेन तत्र किमपि विशेषः तत्र कोऽपि विशेषः अर्थः अस्ति इति नास्ति. यदा तत्र प्रेरणार्थे निष्प्रत्ययं योजयामः तदानीं तत्र निष्प्रत्ययस्य विशेषः अर्थः अस्ति, खलु? तत्र प्रेरणार्थे अस्ति तर्हि विशेषः अर्थः अस्ति. एकः करोति अन्यं प्रेरयति इति तादृशं सर्वम् अस्ति तत्र, प्रेरकः प्रेरितः सर्वं भवति तत्र. परन्तु अत्र सन् प्रत्ययस्य विशेषः अर्थः नास्ति, अतः स्वार्थे अस्ति इति वदामः. तर्हि तत्र सन् प्रत्ययस्य योजनेन अर्थपरिवर्तनं किमपि न भवति, धातोः यः अर्थः सः अर्थः एव भवति तत्र. तावदेव. अस्तु भगिनि, क्षम्यतां. समीचीनं. तर्हि अत्र त्रयः दातवः सन्ति, गुप् गोपने तिज् निशाने कित निवासे इति त्रयः दातवः सन्ति. एते तत्र मूलदातवः, एतेषां मूलार्थः गोपने निशाने निवासे इति मूलार्थः. परन्तु एतेषु अर्थेषु सन् प्रत्ययः विद्यते इति नास्ति. यद्यपि सन् प्रत्ययस्य विशेषार्थः नास्ति, परन्तु अत्र धातोः विशेषार्थः अस्ति चेदेव सन् प्रत्ययः विद्यते. सः विशेषार्थः कः इति वार्तिकैः उच्यते. वार्तिकैः उच्यते, तदग्रे पश्यामः. इदानीम् अग्रे मीना भगिनी पठतु. धन्यवादः भगिनि. तत्र भगिनि वार्तिकैः बुद्धं यत् येषां त्रयाणां धातूनाम् अर्थविशेषे एव सन्प्रत्ययः विधीयते. गुप् धातुः सामान्य अर्थः टु हैड्. चुरादौ वार्तिकानि पठतु. वार्तिकं गोपेर् निन्दायां न दृश्यते वा? कुत्र न दृश्यते? भवती मुद्रितं खलु पत्र करपत्रं मुद्रितम् इति चिन्तयामि. तदर्थम् अस्तु अस्तु, इदानीम् अनन्तरं पठतु भवती. इदानीं तत्र सूर्यकुमारी भगिनी प्राप्तं वा? हा भगिनि, हा पठतु. हलो, करपत्रम् आन्लैन् अस्ति चेत् पश्यतु भगिनि. मीना भगिनी आन्लैन् मध्ये इदानीं नास्ति चेत् चिन्ता नास्ति. शृणोतु, इदानीं शृणोतु भगिनी, पठतु. वार्तिकं गोपेर्निन्दायां वार्तिकं थिजेः क्षमायां वार्तिकं खितेधि प्रतिकारे निग्रहे अपनयने नाशने संशये च निन्दाक्षमा व्याधिप्रतिकारेषु सन्निशते अन्यत्र यथा प्राप्तं प्रत्ययाः भवन्ति. वार्तिकं वदति गोपेः निन्दायां तिजेः क्षमायां खितेः व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च. वार्तिकं वदति गुप् धातोः अर्थः निन्दायां, थिच् धातोः अर्थः क्षमायां, खिद् धातर्धः बहूनि सन्ति, निग्रहे अपनयने नाशने संशये च, अन्यत्र यथा प्राप्तं प्रत्ययाः भवन्ति. सन्प्रत्ययः उपयुज्य सामान्यतः स्वाध्याय अस्ति चेत् अर्धपोषणमेव न अर्धपरिवर्तनं. वार्तिकेन अर्धपरिवर्तनं भवति भगिनि? वार्तिकेन एतेषां विशेष अर्थः. इदानीं गुप् गोपने इति अर्थः अस्ति खलु मूलार्थे, परन्तु इदानीं गुप् धातोः निन्दायाम् इति अर्थः अस्ति चेत् तदानीं सन्प्रत्ययः विधीयते. अस्तु, वार्तिकेनैव अर्थभेदः भवति. वार्तिकेन एव धातोः अर्थभेदः भवति, प्रत्ययस्य विशेषः अर्थः नास्ति. अस्तु अस्तु, अग्रे तत्र मीना भगिनी अग्रे पठति वा धातुः कः इति? भगिनी, निन्दायाम् इत्यर्थे कस्य गणे भवति गुप् धातु? न, निन्दायाम् इति अर्थे कस्मिन्नपि गणे नास्ति, धातुः गणे एव नास्ति, यतोहि तत्र गणे एव नास्ति, धातुतः सन् प्रत्ययः विधीयते. तत्र मूले धातुः चुरादिगणे धातुः अस्ति, परन्तु निन्दायां तु धातुः कस्मिन्नपि गणे नास्ति इति कृत्वा तत्र सन् प्रत्ययः, तस्मात् सन् प्रत्ययः विधीयते. तदनन्तरं नूतनधातुः भवति. गुप् इति नूतनधातुः न, गुप् योगः सन् जुगुप्स इति नूतनधातुः. जुगुप्स द्वित्वं सर्वं कृत्वा जुगुप्स इति नूतनधातुः. तस्मात् तत्र तिङ् प्रत्ययः विद्यते, कर्तरि शप् इति शप् प्रत्ययः विद्यते. मीना भगिनी गुप् धातुः सामान्य अर्थः टु हैड्. चुरादौ तत्र न सन्प्रत्ययः गोपयति ओके विशेषार्थः टु डिस्पैस् भुआदौ अत्र भुआदौ अस्ति तत्र सन्प्रत्ययः जुगुप्सते अत्र गोपयति भवति तदर्थमेव मया उक्तं तत्र वस्तुतः जुगुप्स इति धातुः कस्मिन्नपि गणे नास्ति परन्तु माताजी वदति अत्र भुवादिगणे वयं स्थापयामः तेन तत्र वयम् अवगन्तुं शक्नुमः शप्रत्ययः विधीयते इति परन्तु एतादृशचिन्तनं तत्र पुस्तकेषु न उच्यते एतत्तु मातृभिः तत्र एवम् उक्तम् अस्माकं सौलभ्यार्थं यतोहि भुवादिगणे अस्ति चेत् अस्तु शप् भवति इति वयम् अवगच्छामः इति कृत्वा तिज् तिज् धातुः सामान्य अर्थः तुषापन् चुरादौ तत्र न सन्प्रत्ययः तेजयति निच् प्रत्ययोजनेन विशेषार्थः तेन्द्यो भुआदौ तत्र सन्प्रत्ययः तितिक्षते तितिक्षा इति भवति अस्ति जुगुप्सा तितिक्षा इति धातुः धातुः निष्पन्नः चेत् अत्र स्त्रीलिङ्गे अ इति प्रत्ययं योजयामः चेत् तत्र जुगुप्सा तितिक्षा चिकित्सा इति तत्र भिन्नरूपाणि तत्र तत्र न बुभुक्षा इति भिन्न भिन्नमस्ति अत्र बुभुक्षा मा योजयतु बुभुक्षा इति तत्र तु इच्छार्थे अस्ति भोक्तुम् इच्छा तत्तु भिन्नं तत्रापि सन् प्रत्ययः अस्ति परन्तु सन् प्रत्ययस्य अर्थः अस्ति तत्र इच्छार्थः अस्ति अत्र तु तितिक्षा इति वदति चेत् अत्र तत्र किं क्षमायाम् इच्छा अस्ति इति नास्ति तत्र अर्थः इच्छार्थे नास्ति अत्र भेदः अस्ति भेदः अस्ति बुभुक्षा भिन्नः तितिक्षा भिन्नः अन्तर्भेदः अस्ति यतोहि प्रत्ययः भिन्नः प्रत्ययः समानमेव किल सम्प्रत्ययः समानमेव न स प्रत्ययः भिन्नः इति यदा वदामि तदानीं प्रत्ययः अर्थसहितप्रत्ययः अर्थरहितप्रत्ययः अतः यद्यपि सन्नेव परन्तु धातोः कर्मणा कर्मणः समानकर्तृकादिच्छायां वा इति सूत्रेण यः सन्प्रत्ययः विहितः भवति सः भिन्नः अनेन सूत्रेण यः सन्प्रत्ययः सः भिन्नः इत्युक्ते अर्थभेदः अस्ति इति वक्तुमिच्छामि तावदेव इच्छा इच्छा नास्ति तावदेव इच्छा अर्थः नास्ति आं सत्यं कित् धातुः सामान्य अर्थः टु मेक् अ सैन् चुरादौ तत्र न सम्प्रत्ययः सङ्केतयति विशेषार्थः टु हील् भुआदौ तत्र सम्प्रत्ययः चिकित्सति तत्र चिकित्सा भवति तर्हि येषु रूपेषु सम्प्रत्ययः स्वार्थे अस्ति वार्तिकम् अत्र पठितं वा वार्तिकं कितेर् व्याधि प्रतिकारे निग्रहे अपनयने नाशने अस्तु भगिनि इदानीं पुनः एकवारं एकमेव भवति वा भगिनि किं तत्र सन् प्रत्ययेषु तितिक्षुः इति अपि भवितुम् अर्हति धातुः निष्पन्नः चेत् धातुः निष्पन्नः चेत् तस्मात् तत्र यं कमपि प्रत्ययं योजयितुं शक्नुमः खलु भवति तत्र दा तितिक्ष इति धातुः निष्पन्नः चेत् तस्मात् यं कमपि प्रत्ययं योजयितुं शक्नुमः अतः तत्र भिन्नभिन्नरूपाणि भवितुम् अर्हन्ति तितिक्षुः तितिक्षा तितिक्षते तितिक्षतु इति भिन्नभिन्नरूपाणि अर्थः तु तितिक्षा इत्यस्य अर्थः केवलं क्षमायाम् इति अस्ति तितिक्षुः इत्यस्य को अर्थः तितिक्षुः तितिक्षुः इति यदि वदति तितिक्षुः इति तत्र तिक्षुः इति तत्र विशेषणरूपेण तत्र प्रत्ययस्य प्रयोगः कृतः अस्ति इत्युक्ते तादृशपुरुषः यस्मिन् तितिक्षा अस्ति तितिक्षुः इत्युक्ते पुरुषस्य विशेषणं खलु मुमुक्षुः इव भगिनि मुमुक्षुः इव तितिक्षुः इत्युक्ते पुरुषस्य विशेषणं इत्युक्ते किं क्षमा इच्छति इति तितिक्षु तितिक्षुः इति वा न इच्छति इति मा वदतु इच्छति इति मा वदतु क्षमाम् इच्छति इति नास्ति इच्छा नास्ति तितिक्षुः इत्युक्ते यस्मिन् क्षमा अस्ति क्षमा अस्ति तितिक्षु अपि नास्ति न भगिनी इच्छार्थे नास्ति न भगिनी उक्तवती तितिक्षु इत्यस्मिन् इच्छार्थे नास्ति न श्रूयते न श्रूयते इच्छार्थे नास्ति इच्छार्थे नास्ति तितिक्षा इति शब्दः तितिक्षा इति शब्दः विशिष्टसूत्रेण लभ्यते अनेन सूत्रेण लभ्यते यत्र तत्र क्षमायाम् इति अर्थे यदि यदि तत्र तिज् धातुतः इच्छार्थे सन् प्रत्ययं योजयितुम् इच्छामः चेत् धातोः कर्मणः समानकर्तृकादि इच्छायां वा इति सूत्रेण तिज् धातोः सन् प्रत्ययं योजयितुम् इच्छामः चेत् तदानीं तितिक्षते इति रूपं न लभ्यते किमर्थं न लभ्यते किमर्थं न लभ्यते न स्थापितं तस्मात् एव वा न किञ्चित् इतोपि वदतु स्वार्थे तत्रैव अस्ति न तत्र सन्तत्यस्य पृथक्कर्धः नास्ति अत्र इति न तेजयति इति निज निजन्तरूपं तेजि इति अत्र अतः इच्छार्थे वयम् इच्छामः चेत् अत्र निष्कृत्यस्य विधानं भवति एव निष्प्रत्ययस्य विधानं भूत्वा तत्र तिज् धातुः अस्ति चेत् तेजि इति धातुतः तदानीं सन्प्रत्ययं योजयामः समीचीनम् इच्छार्थे इच्छार्थे नास्ति चेत् अतः तत्र भिन्नमेव रूपं भवति यदि तितिक्षा इति वदति चेत् इच्छार्थे नास्ति इति वयम् अवगच्छामः अस्तु अतः तत्र तिज् धातोः कदापि तत्र इच्छार्थरूपं न भवति वा भवति वा तदेव वदामि खलु तिज् धातुतः निच्प्रत्ययः यदा चुरादिगणीयधातु निच् धातुतः निच्प्रत्ययः प्रथमं विधीयते तत्पश्चात् सन् प्रत्ययः अपि भवितुम् अर्हति ओहो इच्छार्थे तितिक्षा इति रूपं न भवति परन्तु तितिक्षा इति रूपं न भवति तत्र तितिक्षा इति तत्र परिवर्त्य किमपि तत्र भवति तेजि इति धातुतः सन् प्रत्ययं कृत्वा द्वित्वं सर्वं कृत्वा रूपं किमपि भवति अस्तु भगिनी तत्र वार्तिकं पठित्वा समापयतु कृपया वार्तिकं किते व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च किते व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये विशेषार्थः व्याधिप्रतीकारे टु हील् निग्रहे टु रिस्ट्रेन् अपनयने to remove, nashane to destroy, shamshaye to doubt, suspect, bhadu tatra san prateha chikitsati. Tarhi tatra sarvatra pashyamaha chet visheshartha hasti. Gubdatuho nindayam ityasminarte jugupsate iti rupam. अत्र निच्प्रत्ययः न विद्यते यद्यपि मूले धातुः चुरादिगणे अस्ति परन्तु निच्प्रत्ययं योजयामः चेत् जुगुप्सते इति रूपं न लभ्यते इति कृत्वा अत्र चुरादिगणे अस्ति इति न अस्वीकृत्य गुप्धातुतः साक्षात् सन् प्रत्ययः विधीयते चेत् तदानीं जुगुप्स इति नूतनधातुः लभ्यते तस्य गणः नास्ति तथापि माताजी वदति अत्र वादिगणे एव भवतु येन वयं शप्रत्ययं योजयितुं शक्नुमः अतः जुगुप्सते इति रूपं लभ्यते एवमेव तिज् धातोः विशेषार्थः क्षमायाम् इत्यस्मिन् अर्थे सन् प्रत्ययः विधीयते धातोः अर्थे तर्हि तितिक्षते इति रूपं कित् धातोः अत्र वार्तिकेन बहवः अर्थाः उक्ताः अत्र प्रसिद्धः अर्थः तु व्याधिप्रतिकारे इत्यस्मिन् अर्थे एव प्रसिद्धः अर्थः चिकित्सति इति प्रसिद्धः अर्थः प्रायेण व्याधिप्रतिकारे एव तस्य प्रयोगः भवति परन्तु अन्ये अपि अर्थाः सन्ति अत्र चिकित्स इति नूतनधातुः तस्मात् लटि चिकित्सति इति रूपम् अस्तु अग्रे विजया भगिनी अग्रे पठति वा तर्हि एषु रूपेषु भगिनी किञ्चित् अवगमनं स्पष्टार्थं भगिनी इत्युक्ते गुप् प्रतिचिकित् एतभ्यः धातुभ्यः यथा सन्प्रत्ययः विधीयते तत् सन्प्रत्ययः इच्छार्थे नास्ति, पुनः तस्य अर्थः इच्छार्थे नास्ति, पुनः तस्य रूपसिद्ध्यर्थमेव एतादृशसन्प्रत्ययः योजयति इति. सत्यं, रूपसिद्ध्यर्थं विशेषार्थः अपि अस्ति खलु धातोः, विशेषार्थः अस्ति, तनार्थे न, इष्टार्थे न, इच्छार्थे नास्ति. सत्यम् इति. अस्तु, विजया भगिनी अस्ति वा? आम् आं भगिनि, पठतु. तर्हि येषु रूपेषु सन्प्रत्ययः स्वार्थे अस्ति, नाम नामधातोः मूलार्थः यः सः एव. नामधातुः नास्ति, नामधातुः नास्ति, नाम धातोः मूलार्थः, नाम नाम धातोः मूलार्थः यः सः एव भवति. सन्प्रत्ययस्य संयोजनेन अर्थः परिवर्तनं न भवति. धातोः विशेषार्थे सन्प्रत्ययस्य विहितः इति तु उक्तं, किन्तु सन्प्रत्ययस्य स्वस्य अर्थः यत्र भवति सः तु इच्छार्थे, यथा चिकीर्षति कर्तुम् इच्छति, जिगमिषति गन्तुम् इच्छति, अत्र जुगुप्सते तितिक्षते चिकिष्यति, एतादृश अर्थः कोऽपि नास्ति अत्र. तत्र धातोः विशेषार्थ सन्प्रत्ययेन विहितः, तत्र एतत् तत्र न उक्तं, किमर्थं चेत् तत्र सन्प्रत्ययस्य स्वस्य एव अर्थः यत्र भवति तत्र तु इच्छार्थे इति अर्थम् आगच्छति. उदाहरणरूपेण चिकीर्षति इति अर्थे गन्तुम् इच्छति इति, जिघमिषति इति अर्थे गन्तुम् इच्छति इति अर्थम् आगच्छति. अत्र जुगुप्सते तितिक्षते चिकित्सति येषु एतादृश अर्थः कोऽपि अत्र नास्ति. तत्र यः कर्तुम् इच्छति एतत् तत्र अन्तिमरूपं शकारः इति रूपेण आगच्छति भगिनी, अनन्तरं तत्र उ विसर्गरूपेण यत् आगच्छति तत्र वन् हू वान्ट्स् टु डू देट् वर्क् इट् स्पेसिफिक्लि मेन्शनिङ्ग् दट्. तादृशमेव खलु भगिनि. कुतः पठति अत्र यत् यदुक्तं तदेकवारं वदतु. तत्र दिदीर्षा इति अर्थं तत्र धारयति, दृञ्ज् धातु आगच्छति चेत् तत्र दिदीर्षा इति आगच्छति तत्र. न न भगिनी, विजया भगिनी, विजया भगिनी, अत्र यत् पठितं तद् वदतु एकवारं, तदनन्तरं प्रश्नः अस्ति चेत् पृच्छतु, यतोहि अत्र यत् पठितं तस्य अर्थः कः इति वदतु. अत्र धातोः विशेषार्थ एव सन् अत्र अर्थः चेत् तत्तु उक्तमेव, परन्तु स्वस्य अर्थे एव सन् प्रत्ययस्य स्वस्य अर्थे यत्र भवति तदा अत्र उदाहरणरूपेण इच्छति इति रूपेण आगच्छति. चिकीर्षति इति चेत् तत्र कर्तुम् इच्छति इति अर्थम् आगच्छति, जिघमिषति इति चेत् तत्र गन्तुम् इच्छति इति इच्छार्थं तत्र सूचयति. इत्युक्ते अत्र पश्यतु, गुप्तिचिकित्भ्यः सन् इति सूत्रेण यः सन् प्रत्ययः विहितः अस्ति सः स्वार्थे अस्ति इति वदामः. स्वार्थे अस्ति इत्युक्ते तस्य विशेषः अर्थः नास्ति, धातोः यः अर्थः सः अर्थः एव. यद्यपि प्रत्ययस्य विशेष अर्थः नास्ति तथापि अत्र धातोः विशेषार्थः अस्ति. एतेभ्यः धातुभ्यः सामान्य अर्थे सन्प्रत्ययः नास्ति, विशेषार्थे एव सन्प्रत्ययः. अपि च एते धातवः चुरादिगणे सन्ति इति स्वीकृत्य नास्ति, यतोहि चुरादिगणे सन्ति इति स्वीकृत्य तस्मात् सन्प्रत्ययः भवति चेत् तदानीं तत्र निच् प्रत्ययः अपि आगच्छति. तद् मास्तु इति कृत्वा अत्र भुवादिगणे अस्ति इति वयं स्वीकृत्य एतेभ्यः सन् निच् प्रत्ययः न भवति, साक्षात् एतेभ्यः धातुभ्यः विशेषार्थे सन्प्रत्ययः भवति. सन्प्रत्ययस्य विशेषार्थः नास्ति, इच्छार्थः इति नास्ति अत्र. इच्छार्थे इति वयम् इच्छामः चेत् तत्तु भिन्नसूत्रेण भवति, तत्र तु चिकीर्षति अजिगमिष्यति इति एतादृशरूपाणि लभ्यते, तत्र तु इच्छार्थे अस्ति, अत्र तु इच्छार्थे नास्ति. जुगुप्सते तितिक्षते चिकित्सति इत्यत्र इच्छार्थे नास्ति, नास्ति इति सारांशः. अस्तु भगिनि, धन्यवादः, शुभरात्रिः भगिनि. शुभदिनं भगिनि. अत्र अन्य अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु, अग्रे प्रक्रियायाः विषये अस्ति, अनन्तरं पश्यामः. स्वार्थे इति उक्तम् एकवारं, पुनः विशेषार्थः इति धातोः एव विशेषार्थः इति अर्थः वा? हा, धातोः विशेष अर्थः अस्ति चेदेव सन्प्रत्ययः विधीयते. सामान्य अर्थे इदानीं गुप् गोपने इति अर्थः, टु हैड् इत्यस्मिन् अर्थे सन्प्रत्ययः नास्ति अनेन सूत्रेण. निन्दायाम् इति अर्थे एव अस्ति. इत्युक्ते धातोः एव अर्थपरिवर्तनं, न तु सन्प्रत्ययस्य विशेषार्थः इति. तावदेव. एवं वा? आं, सत्यम्. अस्तु अस्तु भगिनि, यदि गोपयति इति, यदि गोपयति इच्छा अर्थे भवितुं शक्यं वा? जिगुप्सति. गुप् धातुतः, गुप् धातुतः इच्छार्थे अपि भवितुम् अर्हति, क्लेशः नास्ति. अष्टाध्यायी डाट् काम् मध्ये दशमे गणे गोपयति गोपति इति रूपद्वयं, तत्र सनन्ते चिगुप्सति, चिगुप्सतः चिगुप्सति. अत्र एकवारं वक्तव्यम्, अत्र अष्टाध्यायी डाट् काम् मध्ये, अष्टाध्यायी डाट् काम् मध्ये रूपाणि सर्वत्र समीचीनानि इति नास्ति. तत्र बहुत्र दोषाः भवन्ति, अतः लेट् अस् टेक् इट् वित् अ पिञ्च् आफ् साल्ट्. अस्तु अस्तु, कोऽपि प्रश्नः अस्ति वा भगिनि? किमपि वक्तुं शक्यते वा यत्र दे हेव् अ नेगेटिव् मीनिङ्ग्? जुगुप्सते इत्युक्ते घोर् इति अपि अस्ति, अत्र तस्य इच्छा नास्ति, अतः तस्य कारणात् भवादिगणे इति स्थापितः, यतोहि सामान्यरूपं भवेत् इति. तितीक्षते इति अपि नेगेटिव् मीनिङ्ग् अस्ति तस्मिन् अपि, तत्र इच्छा इति कदापि न. तितीक्षते इति अत्र नेगेटिव् मीनिङ्ग् नास्ति. तितीक्षा इति बहु समीचीनमस्ति, बहु समीचीनमस्ति. तितीक्षा तत्र आवश्यकी अस्ति वेदान्ते. वेदान्ते आवश्यकी, परन्तु सामान्य प्रयोगे, सामान्ये अपि तदेव अर्थः, सामान्ये अपि तदेव अर्थः. क्षमायाम् इत्येव अर्थः, क्षमायाम् इति तत्र नेगेटिव् नास्ति. कुत्र अस्ति नेगेटिव्? नेगेटिव् नास्ति, नेगेटिव् नास्ति. निन्दायाम् इति तु तत् निन्दायां तु तत्तु नेगेटिव् अस्ति, परन्तु तितिक्षा इति बहु समीचीनः विषयः. सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकम्. तत्तु समीचीनं. किं किं किं पुनः वदतु महोदय. सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकं तितीक्षा. इति अस्ति. अस्तु अस्तु अस्तु, तर्हि अत्र स्थगयामः. अत्र अत्र किं गृहपाठः, किं गृहपाठः किमिति चेत्, अत्र तत्र गोपयति जुगुप्सते तेजयति एतेषां रूपाणि गृहपाठरूपेण एकवारं वदन्तु. कानि कानि रूपाणि भगिनी? चतुर् अत्र ये दातवः पठिताः, ये दातवः अत्र पठिताः, गोप तत्र जुगुप्सते तितिक्षते लट् लोट् लिङ् लङ् इति वा? तद् झटिति वक्तुं शक्नुमः, क्लेशः नास्ति, परन्तु तत् चिकित्सा इति रूपमस्ति, अतः सकारसहितः अस्ति. अतः एकवारं रूपं किम् इति किं न न न गोपायति इति मास्तु, गोपायति इति मास्तु, गोपायति इति त्यजतु. तत्र त्रीणि सन्ति, जुगुप्सते तितिक्षते चिकित्सति इति त्रीणि रूपाणि. तत्र लटि लोटि लङ्गि, तत्र जुगुप्स इति शबन्तमङ्गं, जुगुप्स तितिक्ष इति शबन्तमङ्गं, चिकित्स इति शबन्तमङ्गम्. इदानीं तिङ् प्रत्ययं योजयित्वा रूपाणि कानि इति एकवारं गृहपाठरूपेण वदन्तु. अग्रिमसप्ताहे अहं पृच्छामि. अस्तु भगिनी, एकं पृच्छामि वा? पृच्छतु. अत्र जुगुप्सते अपि तितीक्षते इति आत्मनेपदी रूपाणि भवन्ति, परन्तु तत्र चिकित्सति इति तु परस्मैपदी. तत्र किमपि नियमः अस्ति वा मूलधातुः कः मूलधातुः कः मूलधातुम् आश्रित्य हा हा मूलधातुः परस्मैपदी चेत् अत्र सन् प्रत्ययस्य योजनानन्तरमपि परस्मैपदी मूलधातुः आत्मनेपदी चेत् आत्मनेपदी परन्तु गुप् धातुः तु चुरादिगणीय गोपयति इति भवति खलु तत्र परस्मैपदी एव अस्ति परस्मै गुप्तातुः गुप्तातुः जुगुप्सते इति आत्मनेपदिनः आगच्छति न न गुप्तातुः चुरादिगणे कस्मिन् अर्थे अस्ति गोपने इति अर्थे गुप्तातुः चुरादिगणे तत्र गोपने इति न दृश्यते खलु गुप्भाषायाम् इति अस्ति चुरादिगणे रक्षणे भुवादिगणे रक्षणे भुवादिगणे रक्षणे भुवादिगणे एव गोपने इत्यपि उक्तं तत्र चुरादिगणे न दृश्यते गुप् धातुः गुप् व्याकुलत्वे गुपभाषायां तर्हि पश्यन्तु तत्र गुप्तातुः चुरादिगणे गोपने इत्यस्मिन् अर्थे अस्ति वा इति एकवारं पश्यन्तु अत्र न दृश्यते इति अस्ति टु स्पीक् टु टाक् चुरादिगणे अतः एकवारं पश्यन्तु कुत्र अस्ति इति गोपने इत्यस्मिन् अर्थे तु भुवादिगणे एव उक्तमस्ति हैड् कन्सील् अहमपि पश्यामि भवन्तः अपि पश्यन्तु कुत्र अस्ति इति तत्र तु गुप्पुनिन्दायाम् इति तत्र भुवादिगणे यथा माताजी उक्तं तथैव उक्तम् अन्येषु अर्थेषु चुरादिगणे चुरादिगणवत् रूपाणि भवन्ति इति उक्तं तर्हि तत्र गोपयति इति प्रसिद्धरूपमस्ति खलु गोपयति इति गोपने इत्यस्मिन् अर्थे एव अस्ति तत्तु अत्र अष्टाध्याय डाट् काम् मध्ये नास्ति अन्यत्र पश्यामि कुत्र अस्ति इति अस्ति भगिनि गुप् अस्ति अस्ति खलु अस्ति खलु अस्ति अस्तु अस्तु गोपयति गोपति आत्मनेपदे अस्ति गोपयते इत्यपि अस्ति समीचीनं स्पष्टं वा भगिनि अस्ति इति वदति भगिनि कुत्र कुत्र दृष्टवती अष्टाध्यायी डाट् काम् मध्ये एव कः अर्थः कः गोपने ओ तत्तु अस्तु अस्तु तत्र ओ अस्तु तत्र भुवादिगणे यद् यः धातुः अस्ति सः एव धातुः इति वदति वा आमाम् आत्मनेपदी अस्ति गुप् भाषायां चुरादिगणे अस्ति हा हा गुप् निन्दायाम् इति आत्मनेपदी धातुः मूलधातुः आत्मनेपदी धातुः तत्र गोपायति इति अपि चुरादिगणीयरूपमपि अस्ति तत्र गोपायति इति चुरादिगणीयरूपमपि अस्ति परन्तु तत्र निन्दायां तु धातुः तु आत्मनेपदी इत्युक्तम् पश्यति वा आत्मनेपदी धातुः अतः एव जुगुप्सते इति रूपं कुत्र नास्ति कुत्र नास्ति अस्तु इदानीं समयः अतीतः समयः अतीतः भवन्तः सर्वे पश्यन्तु अहमपि पश्यामि अग्रिमसप्ताहे चर्चा भवतु अस्मिन् विषये धन्यवादः धन्यवादः धन्यवादः